नमस्ते. अद्यतनविषयः तिङ् प्रत्ययानां सिद्धिः इति. सिद्धप्रत्ययानां सिद्धिः, तस्य द्वितीयकरपत्रविषये वयं परिशीलयामः. गत वर्गेषु वयं लट् लोट् लकारस्य सिद्ध परस्मैपदीधातूनां सिद्धप्रत्ययानां विषये पठितवन्तः. इदानीं लङ् विधिलिङ् लकारस्य प्रत्ययानां विषये परिशीलयामः. अस्तु, किं कुर्मः अद्य? करपत्रेण साक्षात् पठामः वा अथवा चर्चां कुर्मः वा? कोऽपि वदति वा? कक्षे करपत्रं पठितवन्तः एव, इदानीं चर्चां कर्तुं शक्नुमः वा? एतावत्पर्यन्तं वयं लट् लोट् लकारस्य प्रत्ययान् कथं भवति इति चिन्तितवन्तः खलु. तत्रत्य सूत्रान् परिशीलितवन्तः. इदानीं मूलप्रत्ययाः के इति विजया भगिनी वदति वा? परस्मैपदीधातूनां मूलप्रत्ययाः. मूलप्रत्ययाः तिप् तस् नि, सिप् तस् ता, मिप् वस् मस्. नूतनाः मीना अस्मि. मीना स्थानीय कोऽपि अस्ति वा? नमस्ते भगिनि, अखिला अस्मि. अखिला भगिनि, अस्तु. तिप्तस्जि सिप्तस्थ मिप्पस्मस् खलु. तस्य सिद्धप्रत्ययाः लट्लकारे किं भवति? अखिला भगिनी वदति वा? आं भगिनि, तीतः अन्ति तः थ आमि आव आम. न, तत्र तु मी मी वः मह एव. सिद्धप्रत्ययः तु मी वः. क्षम्यतां भगिनि, केवलं केवलं मी वः मह. मी वः मह. सुब्रह्मण्यमहोदयः, लोट् लकारे सिद्धप्रत्ययाः के इति वदन्ति वा? आं भगिनि, वदामि. तु विकल्पेन तात्, ताम् अन्तु, किमपि नास्ति विकल्पेन तात्, तं ता, आनि आव आम. अत्युत्तमं, सर्वे तद्विषये स्मरन्ति. तर्हि परस्मैपदे लङ् लकारस्य तिङ् प्रत्ययसिद्धिः इति, तत्र नियमाः इति अस्ति प्रथमे पुटे करपत्रे. तत्र नियमाः के? त्रयः नियमाः सन्ति. विद्याशङ्करमहोदय, प्रथमनियमः कः इति वदति वा? आम्, अत्र लिखितमस्ति, प्रथमः मूल तिङ् प्रत्ययेषु यत्र इकारः ङित् लकारेषु तस्य इकारस्य लोपः, यथा ति अस्ति दत्त भवति, इकारस्य लोपः कृत्वा झि तत्र झोन्तः सूत्रेण अन्ति भवति, अत्र इकारस्य लोपेन अन्त अन्त् इति भवति. अपि सि तत्र इकारस्य लोपेन तत्तु इकारस्य लोपः इति एकं कार्यं प्रथमनियमः इकारलोपः इति स्मरामः. द्वितीयकार्यं किम् इति विद्याशङ्करमहोदय वदति वा? भवानेव उक्तवान् खलु इदानीम्. आमाम्. अस्तु, तर्हि मीना भगिनी वदतु. आं भगिनि, एकनिमिषम्. द्वितीयनियमाः तस्तमिप् इति विकल्प इति आदेशः तां तं त अम् इति आयाति. सर्वेषु ञित्सु लकारेषु आदेशः अस्ति. ञित् लकारः इत्युक्ते लङ् ञ इत् लकार एस् ञित् लकारः भवति. लङ् लकारः ञित् अस्ति खलु? आम्, लङ् एतस्य सूत्रस्य कार्यं भवति. एतत् सूत्रम् एतत् एषः नियमः स्मरन्ति वा? परिचितः इव अस्ति वा? तस्थस्थमिपां तां तं तामः तां तं तामः तस्तदेव सूत्रमस्ति. कस्मिन् लकारे एतस्य प्रसक्तिः आसीत् पूर्वम्? लङ् लकारे, विधिलिङ् लकारे न, इदानीं लङ् लकारे विधिलिङ् लकारे. पूर्वं वयं यत् पठितवन्तः लोट् लकारे आयाति लोट् लङ्वत् इति. लोट् तु नित् नास्ति, परन्तु लोटो लङ्वत् इति सूत्रेण एतस्य सूत्रस्य प्रसक्तिः तत्रापि भवति खलु? नो चेत् नित्व ङकारस्य एव भवति तस्थस्समीपां सूत्रम्. अनन्तरं तृतीयनियमः कः इति विजया भगिनी वदतु. करपत्रे कुत्र अस्ति इति अहं न हेमा भगिनी जानाति. अत्र अस्ति, वस् मत्स अनयोः प्रत्ययोः सकारस्य लोपः, अयं लोपोऽपि सर्वेषु ञित्सु लकारेषु भवति. प्रथमे करपत्रे अस्ति विजया भगिनी. परस्मैपदे लङ् लकारस्य तिङ् प्रत्ययसिद्धिः इति विषयः. तत्र नियमाः इति नियमत्रयं वर्तते. तत्र तृतीयः नियमः वस् मस् अनयोः प्रत्ययोः सकारस्य लोपः, अयं लोपः सर्वेषु ङित्सु लकारेषु भवति. एतत् कार्यम् अपि भवन्तः स्मरन्ति वा? कुत्रापि पठितवन्तः वा पूर्वं? लोट् मध्ये पठितवन्तः. लोट् मध्ये पठितवन्तः, तर्हि सूत्रं किं भवेत् इति स्मरणे? नित्यं नितः. अतः सूत्रद्वयं परिचितसूत्रमेव अस्माकं पूर्वं वयं पठितवन्तः खलु? तस्थस्थमिपामपि परिचितसूत्रम् अस्ति. नित्यं नीतः अपि परिचितसूत्रमेव अस्ति. अत्र एकैकं प्रत्ययं स्वीकृत्य तस्य रूपाणि कथं भवति इति परिशीलयामः. प्रथमं विद्याशङ्करमहोदय, तिप् किं भवति इति वदतु. करपत्रं मा पश्यतु, स्वयमेव किं भवति इति चिन्तयित्वा वदतु. तिप् इत्यस्य किं किं कार्यं भवति? अस्तु, प्रथमनियम दृष्ट्वा तिक्का तिप् अस्ति, तत्र पकारस्य लोपः भवति. अनन्तरम् इका हलन्त्यम् इति सूत्रेण, हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. केन सूत्रेण लोपः भवति? तस्य लोपः इति सूत्रेण. तदपि ज्ञातव्यं अग्रे तु हलन्त्यम् इति सूत्रेण लोपः इति वदामः, परन्तु हलन्त्यं सूत्रं तु केवलम् इत् संज्ञा तेन सूत्रेण हलन्त्यम् इति सूत्रेण केवलम् इत् संज्ञा भवति, लोपः तु तस्य लोपः इति सूत्रेण भवति. अतः अलन्त्यं सूत्रं संज्ञासूत्रम् अस्ति, तस्य लोपः तु विधिसूत्रम् अस्ति. अस्तु अस्तु, तर्हि पकारस्य अलन्त्यम् इति सूत्रेण इत्संज्ञा, तस्य लोपः सूत्रेण लोपः, अनन्तरं ति इति अवशिष्यते. किं भवति ति तत्र प्रथम नियमानुसार क्षम्यताम् इकारस्य लोपः भवति, तकारः एव तिष्ठति. तर्हि सूत्रस्य नाम न जानामि, तत्र सूत्रस्य नाम न जानामि, किं सूत्रं न जानामि. ओ तत्तु नूतनसूत्रम् अस्ति लङ्लकारस्य कृते, यत् पूर्वं न पठितवन्तः, अतः तस्य परिशीलनं कुर्मः. इदानीमेव कुर्मः वा? द्वितीयकरपत्रे इतश्च इति सूत्रम् अस्ति, पश्यन्ति वा सर्वे? तृतीय अध्यायस्य चतुर्थपादस्य शतं सूत्रसङ्ख्या, तस्य पूर्णवाक्यं पठतु, अनन्तरम् अनुवृत्तिसहितसूत्रमपि पठतु. आम्, इतश्च ङित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्तः तिङ् प्रत्ययः, अस्य अन्त्य इकारस्य लोपः भवति, येन विधिः तदन्तस्य इति अनेन ङितः लस्य इतः परस्मैपदस्य लोपः यत्र ङित् लकारः अस्ति, यथा इतः इत्येव सूत्रे अस्ति, इतश्च इति सूत्रे खलु. अन्यानि पदानि कुतः आगच्छति इति वदतु. ङितः इति कुतः आगच्छति? नित्यं ङितः इति सूत्रेण ङितः आगच्छति. लस्य लस्य एव अधिकारः अधिकारः अधिकारः अस्ति, अतः उत्तमं. परस्मैपदस्य इति इतश्च लोपः परस्मैपदेषु इति पूर्वसूत्रमस्ति, पूर्वं सूत्रमस्ति. ततः पदद्वयम् आगच्छति खलु, परस्मैपदस्य लोपः पदद्वयमपि ततः आगच्छति. अतः पुनः इतश्च किमर्थं सूत्रं लिखितम्? इतश्च लोपः परस्मैपदेषु तत् पर्याप्तं न वा? तत्तु लघु न भवति खलु. पूर्णसूत्रं वा तत्? एकक्षणम् अहम् अष्टाध्यायीम् उद्घाटय. तत्र प्रथमं नितः अस्ति, द्वितीयम् इतः अस्ति खलु. एकक्षणं, इतश्च लोपः परस्मैपदेषु, एकक्षण लेटः इति तत्र लेट् लकारविषये अस्ति, इतश्च लोपः परस्मैपदेषु इति. ङितः इति ङित् लकाराणां विषये पुनः इतश्च इति अस्ति. अतः लोटो लेटो न 3494 सूत्रसङ्ख्या पश्यतु, तत्र लेटः इति अस्ति. लेटः इति पदस्य अनुवृत्तिः आगच्छति, तत् इतस्य लोपः परस्मैपदेषु तु लेट् लकारविषये भवति. अतः नित्यं ङितः इति कृत्वा तत्र इतश्च इति पुनः अभवत्। अस्तु, धन्यवादः। नित्यलकाराणां विषये अस्तु, उत्तमप्रश्नः। परन्तु अत्र नितः लस्य इतः इति अस्ति। इतः इत्युक्ते इत् संज्ञाया षष्ठी विभक्ति, इतस्य इति, इतः इतः इकारस्य, ओ ह्रस्व इकारः एव। इत् तु गतसप्ताहे अपि अहम् उक्तवती, अत् उत् एवं भवति, तपरकरणम् इति वदामः। यस्य केवलं ह्रस्व इकारः इति वक्तुम् इच्छति तत्र इत् इति वदति। इतः इत्युक्ते ह्रस्व इकारस्य इति अर्थः। ह्रस्व इकारस्य स्थाने इति भवति। तत्र इतः परस्मैपदेषु पदस्य लोपः इति अस्ति। तर्हि केवलं इकारस्य एव लोपः भवति वा, अथवा पूर्णतया ति इति प्रत्ययस्य पूर्णतया लोपः भवति वा इति प्रश्नः उदेति खलु? तस्य समाधानं कथं वक्तुं शक्नोति महोदय? तत्र येन विधिः तद् अन्तस्य इत्यनेन अन्तिमवर्णे इकारस्य एव कार्यं भवति। तत्र सूत्रद्वयम् अस्ति, अलोन्त्यस्य एव अन्तिम इकारस्य वर्णस्य स्थाने भवति इति वदति। ओ अस्तु, वयं सूत्रत्रयं गतसप्ताहे परिशीलितवन्तः, अलोन्त्यस्य अनेकाल्षित् सर्वस्य नीच्य, वदति वा? आमां, तत्र अलोन्त्यस्य किं वदति, केवलम् अन्तिमवर्णस्य स्थाने इति। तदेव सर्वत्र यत्र कुत्रापि आगे आदेशः भवति अलोन्त्यस्य इति सूत्रम्। अत्र आदेशः कः? आदेशः लोपः। लोपः, लोपः तु अनेकाल् न भवति खलु? आम्, सत्यम्। अतः अनेकाश्चित् सर्वस्य इति बाधकसूत्रं तस्य प्रसक्तिः न भवति। अतः केवलम् अलोन्त्यस्य इति सूत्रेण केवलम् इकारस्य स्थाने अन्तादेशः एव भवति। येन विधिस्तदन्तस्य इति सूत्रं किं वदति? इतः इत्युक्ते इकारस्य इति न, इकारान्तस्य इति अपि ग्रहणं भवति इति। अत्र प्रत्ययः केवलम् इकारः नास्ति, ति इति अस्ति, इति प्रत्ययः नास्ति, इकारः इकारप्रत्ययः नास्ति, इकारान्तप्रत्ययः अस्ति। इकारस्य यदि इकारः केवलम् अस्ति तस्यापि भवति, इकारान्तस्यापि भवति इति येन विधिस्तदन्तस्य सूत्रं वदति। अलोन्त्यस्य कस्य स्थाने भवति, अन्तिमवर्णस्य स्थाने वा, अथवा सर्वादेशः भवति वा इति विषये अलोन्त्यस्य सूत्रम्। स्पष्टम्? स्पष्टं भगिनि, धन्यवादः। अस्तु, इदानीम् इतश्च इति सूत्रं पूर्णतया अवगच्छति। आम्, केवलं परस्मैपदे पदस्य एव भवति, इकारान्तस्य भवति, इकारस्य स्थाने भवति, नकार यस्य लकारस्य भवति तस्य एव भवति, किं भवति, लोपः भवति। एतान् नियमान् यदि भवति तदा एकक्षणं क्षम्यताम्। अस्तु, इदानीं तिप् तकार, केवलं तकारः एव अवशिष्यते इति सम्यक् जानन्ति खलु? अस्तु, तस् इति किं कथं भवति इति हेमा भगिनी वदति वा? आं भगिनि, सूत्रमस्ति तस्तमिपां तान्तं तामः इति। तस् स्थाने ताम् इति आदेशः आयाति अतः द्वितीय प्रथम प्रथमपुरुषे द्वितीयवचने ताम् इति आयाति ताम् इति आयाति ङित् लकारेषु सर्वेषु आयाति चतुर्षु लकारेषु अपि पुनः लस्य इति अधिकारः अस्ति उत्तमं तत्र तस्थस्थमिपां सूत्रं कार्यं करोति तेन आदेशः तत्स्थाने ताम् आदेशः तत्र कोऽपि प्रश्नः अस्ति वा तस्विषये न सर्वे अवगच्छन्ति तर्हि विजया भगिनी झि इति कथं भवति तस्य कार्यमिति कृपया वदतु अत्र प्रत्ययस्य जकारस्य स्थाने अन्तादेशः भवति सूत्रं स्मरति वा पूर्वं पठितवन्तः वा जोन्तः इति सूत्रेण पश्चात् इदानीं किम् अस्ति झकारस्य स्थाने अन्त् आदेशः अतः अन्ति इति अस्ति खलु अन्ति इति अग्रे किं भवति तकार गच्छति अन्निव तिष्ठति न प्रथमम् इकारः अपि अस्ति खलु अन्ति इति अस्ति इकारस्य किं भवति इकारस्य लोपः भवति वा अहं न स्मरामि आम् लोपः भवति केन सूत्रेण इदमिदानीमेव वयं तिप् विषये पठितवन्तः तत्र ति इत्यस्य तकारः एव अस्ति इकारः लोपः भवति अत्रापि समानकार्यं समानसूत्रमपि इदानीं स्मरतश्च इति सूत्रेण वा आम् तावदेव इतश्च इति सूत्रेण इकारस्य लोपः तत्रापि समानसूत्रम् अत्रापि तदेव इतश्च इति सूत्रेण इकारस्य लोपः अत्र नियमं सर्वम् अस्ति वा इति परिशीलयामः वा परस्मै झि अपि परस्मैपद प्रत्ययः एव खलु अनन्तरं वयम् इदानीमपि लङ्लकारमेव कुर्मः अतः ङितेव अन्ते इकारः अपि अस्ति अतः लोपः भवति तावदेव अनुवृत्तिसहितसूत्रं यदि पश्यति तत्र नियमाः के के इति झटिति ज्ञातुं शक्नुवन्ति अस्तु इदानीम् अन्त् इति स्थितिः खलु अत्र किं भवति इति जानाति वा ककारः गच्छति इति अहं स्मरामि परन्तु संयोगान्तस्य लोपः इति तकारः गच्छति संयोगान्तस्य लोपः इति तकारः गच्छति का उक्तवती अखिला भगिनी अखिला भगिनी अस्तु संयोगः नाम कः यत्र हल् वर्णाः मध्ये अच् वर्णं विहाय तिष्ठति तत् संयोगः इति सूत्रं स्मरति वा सूत्रम् अस्ति आम् सूत्रं न स्मरामि भगिनि क्षम्यताम् अन्ये कोऽपि हलोन्तराः संयोगः वा हलोनन्तराः हल् अनन्तराः अन्तरमध्ये किमपि नास्ति हल् अनन्तराः संयोगः इति वयं यदा अक्षराभ्यासं कुर्मः तदा संयुक्त अक्षरम् इति वदामः जानाति खलु प्रथमं क च पि तु एवं वर्णानि पठामः यत्र एकः एव हल् वर्णः अस्ति अनन्तरम् अच् वर्णः भवति क इति यदा वदामः हल् ककारः अस्ति अकारः अस्ति खलु परन्तु मुख्य इति वदति चेत् ख्य इति यदा वदन्ति तत्र खकारः अपि अस्ति यकारः अपि अस्ति, अनन्तरम् अकारः आगच्छति, मध्ये अच्वर्णः नास्ति खलु. तस्य वयं संयुक्ताक्षरम् इति वदामः. सर्वे श्रुतवन्तः वा संयुक्ताक्षरम् इति पदम्? संयुक्ताक्षराणि संयोगः एव संयुक्तः. तत्र संयोगः संयुक्तः समानार्थः, संयोगान्तस्य लोपः भवति. तत्र संयोगान्तस्य लोपः इति किं भवति? तकारस्य लोपः भवति. इदानीं भगिनी परिशीलयति वा संयोगान्तस्य लोपः इति सूत्रं कुत्र अस्ति, कस्मिन् पुटे अस्ति, तस्य विवरणं परिशील्य अत्र तस्य प्रसक्तिः भवितुम् अर्हति वा न वा इति परिशीलयामः वा. सूत्रं कुत्र अस्ति? न न अस्माकं करपत्रे तृतीयपुटे संयोगान्तस्य लोपः इति सूत्रमस्ति. भगिनी पठति वा? अहं पठामि. किं संयोगान्तस्य लोपः? यस्य पदस्य अन्ते संयोग अस्ति तस्य पदस्य अन्तिमवर्णस्य लोपो भवति. अलोन्तस्य इत्यनेन अन्तिमवर्ण अनुवृत्तिसहितसूत्रं पठतु. संयोगान्तस्य पदस्य लोपः. अस्तु, अत्र संयोगान्तस्य लोपः इति सूत्रे अस्ति. अनुवृत्तिसहितसूत्रं संयोगान्तस्य पदस्य लोपः इति. पदस्य कुतः आगच्छति? अधिकारसूत्रम्. अतः पदस्य एव विषये एतस्य सूत्रस्य प्रसक्तिः भवति. अस्माकं कृते इदानीं किम् अस्ति, झोन्तः सर्वं कार्यम् अन्ति इति रूपम् अस्ति. अङ्गं यदि योजयति पठन् अपठन्त् इति आगच्छति लङ्लकारे खलु. तत्र पदमस्ति अपठन्त् तु इदानीं पदमस्ति. किमर्थं पदमस्ति? इदानीं किं योजितवन्तः अतः पदम्. अतः पदस्य विषये एव वयम् इदानीं चर्चां कुर्मः. अतः एतस्य सूत्रस्य प्रसक्तिः अस्ति एव, संयोगान्तस्य पदस्य लोपः भवति इति. अत्र संयोगान्तः अस्ति वा, अन्त् इति अस्ति इति यदा भवति तत्र संयोगान्तः अस्ति वा? आम् अस्ति. के वर्णाः सन्ति तत्र संयोगः इति? मध्ये अचुवर्णः नास्ति अतः संयोगः अस्ति. संयोगः अन्ते अस्ति वा? आम्. अतः अन्तिम संयोगान्तस्य अन्तस्य अन्तिमवर्णस्य किं भवति? लोपः. पूर्णपदस्य स्थाने भवति वा अथवा केवलम् अन्तिमवर्णस्य भवति वा? केन सूत्रेण? अलोन्त्यस्य इति सूत्रेण. अनेकाश्चित् सर्वस्य इति सूत्रम् अत्र कार्यं कर्तुं शक्नोति वा? न. किमर्थम्? संयोगान्तस्य इति केवलम् अन्तवर्णविषये अस्ति, अपि च लोपः अस्ति, तर्हि तत्र अनेकाल् नास्ति. कः अनेकाल् नास्ति? यत् लोपः भवति तद् अनेकाल् नास्ति. यत् लोपः न, यद् आदेशः भवति तद् अनेकाल् नास्ति. आदेशः उक्तवान् इति महोदय तदेव चिन्तयति वा? यः आदेशः अस्ति सः यदि अनेकाल् भवति तस्य तदा एव अनेकाल्चित् सर्वस्य. अत्र लोपः इति विषये अनेकाल् वयं गतसप्ताहे परिशीलितवन्तः. तातङ् इति आदेशः आसीत् खलु? तु इति स्थाने तातङ्ग आदेशः तातङ्ग अनेकाल् आसीत् तथा एव ज्ञाजनोर्जा इत्यत्र जा इति अनेकाल् आसीत् अतः तत्र अनेकाल् तत्र तु आदेशः अनेकाल् आसीत् अत्र आदेशः कः अत्रापि अन्तादेशः अस्ति खलु भगिनि अन्तादेशः अस्ति परन्तु आदेशः कः अत्र स्थानिकः आदेशः कः पुनः पृच्छतु भगिनि स्थानिकः संयोगान्तस्य लोपः इति सूत्रे स्थानिकः आदेशः कः स्थानी अन्तं वर्णः आदेशः लोपः उत्तमं स्थाने अन्तिम तकारः तत्र अन्त् इति अस्ति खलु तत्र अन्तिमतकारः स्थाने अस्ति आदेशः लोपः अस्ति लोपः अनेकाल् नास्ति लोपः शून्य शून्यमस्ति अनेकाल् भवितुं नर्हति अनेकाल् चेत् सर्वस्य इति सूत्रस्य कार्यं भवितुम् अर्हति इदानीम् अवगच्छन्ति अतः अलोन्त्यस्य एव अतः अन्तिमवर्णस्य एव लोपः अतः तकारः अपि गच्छति अनन्तरं भवति अन्नावशिष्यते अन्नावशिष्य इदानीं स्पष्टं कस्यापि प्रश्नः अस्ति नास्ति वा अग्रे गच्छामः वा अस्तु मीना भगिनी सिप् किं भवति इति वदति वा सिप् इत्यस्य पकारः इत् संज्ञा अस्ति हलन्त्यस्य हलन्त्यम् इति सूत्रेण इत् संज्ञा अस्ति तस्य लोपः इति सूत्रेण तकार पकारः लोपः भवति इति अवशिष्यते सि इत्यस्य इकारः इतश्च इति सूत्रेण लोपः भवति स इस् इति अवशिष्यते एकं सूत्रमस्ति न विभक्तौ तु स्मः वा न उभक्तौ तु स्मः वा इति सकारः न इत्संज्ञा अस्ति न अत्र न विभक्तौ सुत्तु स्मः इति सूत्रस्य प्रसक्तिः अस्ति वा न वा इति को अन्यः कोऽपि वदति वा सकारस्य विषये तत्र नित्यं नितः इति सूत्रस्य प्रसक्तिः अस्ति इति चिन्तयामि तर्हि न विभक्तौ तु स्माः इति सूत्रस्य प्रसक्तिः नास्ति किमर्थं चेत् अत्र परसूत्रं नित्यं नितः न विभक्तौ तु स्माः कदा आगच्छति न विभक्तौ तु स्माः उपदेशे आगच्छति न कस्य बाधकसूत्रम् अस्ति उपदेशे हलन्त्यम् इति सूत्रस्य बाधकसूत्रम् अस्ति तदवगच्छति वा हलन्त्यम् इति सूत्रस्य एव बाधकसूत्रम् अत्र हलन्त्यम् इति सूत्रेण पकारस्य एव इत्संज्ञा अत्र सकारः अन्तिमः हल् वर्णः वा अन्तिमवर्णः एव नास्ति अतः हलन्त्यम् इति सूत्रस्य कार्यमेव न भवति तर्हि न विभक्तो दुस्मः किमर्थम् आगच्छति अन्तिम सकारः यदा भवति तदा एव तस्य विषये चिन्तनम् हलन्त्यं यदा भवति तस्य बाधकसूत्रं न विभक्तो भवति वा इति विषये एव न विभक्तो तु स्मः इति सूत्रस्य प्रसक्तिः अस्ति वा इति चिन्तनम्. अत्र सकारः तु अस्ति परन्तु अन्तिमसकारः नास्ति. अतः तस्य सूत्रस्य कार्यमेव अत्र नास्ति. हलन्त्यम् इति नास्ति, केवलं पकारविषये हलन्त्यम् अस्ति. सिप् इत्यस्य पकारविषये हलन्त्यम् अस्ति यतोहि पकारः अन्तिमः हल् वर्णः. अत्र नियमद्वयं भवति, हल् अपि भवतु अन्तिमवर्णमपि भवतु. नो चेत् सर्वत्र हल् यदि लोपः भवति इति संज्ञा तदा हल् वर्णः एव प्रत्ययेषु न भवन्ति खलु. अवगच्छन्ति, अन्तिमः हल् वर्णः एव गच्छति हलन्त्यम् इति सूत्रेण. अतः अत्र सकारस्य हलन्त्यम् इति सूत्रमेव तस्य प्रसक्तिरेव अत्र सकारस्य विषये नास्ति. सिप् इति यत्र भवति अतः न विभक्तौ अपि कार्यार्थं न आगच्छति एव. अवगतम्? अवगच्छामि. एकं सूत्रम् अस्ति ससजुषोरुः. तस्य कार्यं तदपि भवति. सजुषोरुः एव भवति. अत्र महोदयः न स्थापितवान् परन्तु भवन्तः लङ्लकारस्य रूपाणि वदन्तु. पटल पट धातोः अपटः एव भवति खलु. तत्र अपट इति अङ्गम् अस्ति. अनन्तरं सकारः इति अत्र सिद्धप्रत्ययं योजयामः. अनन्तरं किं भवति? ससजुषोरुः इति सूत्रेण सकारस्य स्थाने किं भवति? अनन्तरं ऋकारस्य वर्णद्वयम् अस्ति. किम् उकारं किं भवति? उपदेशे अचनुनासिक इति कारणेन लोपः भवति. लोपः भवति, उत्तमम्. उकारः अनुनासिक अचुवर्णः. तत्र यदा अहं कथं स्मरामि इत्युक्ते उकारं केवलम् उकारम् इति न स्मरामि, एकं चन्द्रबिन्दु अपि अस्ति इति स्मरामि. अतः एव अनुनासिक अच्छति, अतः एव तस्य लोपः भवति. अतः उकारः गच्छति. देवस्य किं भवति? विसर्गः अपि भवति. तदेव अपटः इति भवति. तदपि अत्र तु भगिनी, अत्र तु अस्माकं कार्यमस्ति सिद्धतिङ् प्रत्ययः कः इति खलु. सिद्धतिङ् प्रत्ययः तु सकारः एव अत्र. अग्रे तस्य सकारस्य विसर्गः अपि भवति. अनन्तरं यदा वयं धातु आनयामि, धातु तिङ् सिद्धतिङ् प्रत्यय अङ्गतिङ्प्रत्ययमेलनेन अत्र सकारस्य स्थाने विसर्गः, सकारस्य स्थाने विसर्गादेशः, ऋत्वविसर्ग. इदानीम् अवगतं. परन्तु ससजुषोरुः अस्मिन् विषये अस्ति, अग्रे आगच्छति अवधेन. अग्रे आगच्छति. अस्तु, इदानीं सकारस्य सिप् इत्यस्य सकारः भवति, अनन्तरम् अग्रे विसर्गः इति स्मरन्तु. इदानीं स्पष्टं? थस् किं भवति इति अखिला भगिनी वदति वा? आं भगिनि, तत्र तस् इति तम् आदेशः भवति. तस्तस्तमिपां तान्तं तामः इति सूत्रस्य कार्यं भवति. तर्हि थस् इति स्थाने तम् आदेशः भवति. तत्र तम् इति सिद्धप्रत्ययः भवति. तत्र तु तस्थस्तमिपां थस् इति स्थाने तं भवति. ठ किं भवति? भवति त सूत्रमपि समानसूत्रं तत् तस्य सूत्रस्य प्रसक्तिः अत्र भवति वा इति अनुवृत्तिसहितसूत्रेण सुब्रह्मण्यमहोदयः वदति वा? अत्र अनुवृत्ति अत्र अनुवृत्तिसहितसूत्रमस्ति नितः लस्य तस्थस्तमिपां तान्तन्तामः. वयं तु अत्र लङ् लकारस्य विषये चर्चयामि चर्चयामः तत्कारणात् तत्तु नितः एव लस्य अपि अस्ति तत्कारणात् तस्य प्रसक्ति अवश्यं भवति अत्र कार्यमपि करोति अति उत्तमं महोदय. लिप् इत्यस्य किं भवति इति विद्याशङ्करमहोदयः वदति वा? आम् मिप् तत्र पकारस्य हलन्त्यम् अपि तस्य लोपः सूत्रद्वयेन पकारस्य लोपः. अनन्तरं मिकारस्य प्रथमनियम इतश्च इति सूत्रेण इकारस्य लोपः मकार एव तिष्ठति. एवं वा? अन्ये अन्ये सर्वेपि अङ्गीकुर्वन्ति वा? अत्र तु अम् आदेशः भवति खलु मिपस्थाने अम् आदेशः अस्ति तत्तस्तमिपां तान्तं तामः इति. ओ मिप् सूत्रद्वयस्य अपि प्रसक्तिः अस्ति भवति तस्य इत्यपि भवति किमर्थं तर्हि तस्थस्थमिपामेव कार्यं करोति? अत्र तु लङि अस्ति खलु नितः नितः लस्य तस्थस्थमिपां तान्तं तामः तस्य प्रसक् तदेव अत्र कार्यं करोति. तस्थस्थमिपाम् इत्यस्य नित् लकारः लस्य अधिकारः कार्यं करोति. मिप् अस्ति अतः मिप् इति स्थाने भवितुम् अर्हति. परन्तु इतश्च तस्य अनुवृत्तिसहितसूत्रमपि परिशीलयतु तस्य कार्यमपि अत्र भवितुम् अर्हति वा न वा इति परिशीलयामः. महोदये प्रथमं मिप् मिप् इति विषये इतश्च इति सूत्रस्य प्रसक्तिः अस्ति वा न वा इति परिशीलयामः. अनन्तरम् इतश्च तस्थस्य मिपां तयोर्मध्ये एकस्य कार्यम् इति अनन्तरं परिशीलयामः. अतः महोदय कृपया वदतु इतश्च इति किमर्थं भवति भवति वा न वा प्रसक्तिः कार्यं न महोदयः वदति वा? सुब्रह्मण्यमहोदय एव उक्तवान् खलु इतश्च इति प्रत्ययस्य कार्यं भवति वा न वा इति विषये. इतश्च तस्य प्रसक्तिः अस्ति भगिनि अत्र किमर्थं चेत् तत्तु नितः लस्य द्वयोः अपि नितः अस्ति तस्य अनुवृत्तिः अस्ति खलु. अनन्तरं लस्य इत्यस्य अधिकारः अपि अस्ति इकारः अपि अस्ति परस्मैपदी अपि अस्ति तत्कारणात् इकारस्य लोपः तस्य प्रसक्तिः अस्ति. अनन्तरं वा उत्तरम् उक्तवती कि तयोर्मध्ये बलं कस्य इति उक्तवती भगिनि. आम् इदानीं भवती वदतु किमर्थम् इतश्च तस्थस्थमिपां सूत्रद्वयोः तस्य कस्य कार्यं भवति इति. सूत्रद्वयस्यापि प्रसक्तिः तु अस्ति इति खलु कार्यं कस्य भवति? यत्र सूत्रद्वयस्य अपि प्रसक्तिः अस्ति तत्र प्रायः कारणद्वयम् अस्ति इति चिन्तयामि. तत्र एकमस्ति तस्थस्थमिपां तान्तं तामः इति परसूत्रम् अस्ति इतश्च पूर्वसूत्रमस्ति सपाद अष्टाध्यायी तत्र प्रथमभाग अष्टाध्याय्यां प्रथमभागदस्ति सपाद सप्ताध्यायी तत्र तु परसूत्रस्य एव प्रसक्तिः अस्ति. द्वितीयम् अहं चिन्तयामि तत्र तस्थस्थमिपान्तान्तं तामः इति सूत्रस्य कार्यं न भवति चेत् तत्र यद् मिप् इति अस्ति तस्य स्थाने अम् आदेशः अस्ति तस्य निरवकाशता भवति. इतश्च इति सूत्रं तु सिप् तिप् इति अन्यस्थलेषु अपि कार्यं करोति, परन्तु मिप् इति स्थाने यद् अम् आदेशः आगच्छति तस्य तु अन्यस्थलेषु कार्यं कर्तुं तत्तु कार्यं कर्तुं न शक्नोति, तर्हि तस्य एव कार्यं भवति. अस्तु उत्तमं. तर्हि इदानीं तस्थस्थमिपामेव कार्यं करोति. अतः मिप् स्थाने किं भवति विद्याशङ्कर महोदय? अं भवति. अं भवति. तं मिप् तं तं तं. मिप् इति स्थाने केवलं अन्तिमपकार अन्तिम इकारस्य मिप् इत्यस्य पकारस्य इत्संज्ञा मि इति स्थाने इकारस्य एव स्थाने अं भवति वा अथवा पूर्णतया मि इति स्थाने अं भवति वा? पूर्णतया मिप् स्थाने इति सूत्रस्य सूत्रं वदति किल. अनेकप्रत्ययः अस्ति अतः पूर्णतया सर्वादेशः भवति. आम् खलु. अस्तु इदानीं मिप् विषये अम् एव आदेशः इति स्पष्टं स्यात्. सन्देहः अस्ति, एकः प्रश्नः अस्ति. अम् मिप् इत्यस्य पकारः लोपः भवति चेत् मि इति अवशिष्यते इति हलन्त्यम् अपि न प्रसक्तिः अस्ति. हलन्त्यं भवितुम् अर्हति. हलन्त्यं यदि भवति तथापि मि एव अवशिष्यते. मी पूर्णतया गच्छति एव. इदानीं मिप् इति तस्थस्य मिपाम् इत्येव सूत्रे अस्ति अतः मिप् स्थाने पूर्णतया अम् आदेशः भवति. इति सूत्रेण मिपाम् इत्येव वदति खलु, अतः अत्र हलन्त्यम् इति विषये वयं चिन्तां न कुर्मः. सूत्रं मिप् इत्येव वदति. यदि मि इति वदति तदा पकारस्य इत्संज्ञा लोपः, अनन्तरं मि स्थाने अपि अं भवितुम् अर्हति, परन्तु सूत्रमेव मिपाम् इत्येव वदति अतः मिप् पूर्णतया तस्य स्थाने अं भवति. अस्तु, एकं स्पष्टम्. एकः प्रश्नः अस्ति, अम् इति आदेशः इति हलन्त्यं न प्रसक्तिः अस्ति, प्रत्ययस्य एव प्रसक्तिः अस्ति वा? उत्तमः प्रश्नः. यदि प्रसक्तिः अस्ति तथापि किं भवति? मिप्स्थाने अम् आगच्छति, अम् मकारः लोपः अस्ति. यदि अम् आगच्छति मिप् विभक्तिप्रत्ययः वा? मिप् मिप् स्थाने अम् आगच्छति. अम् आगच्छति. मिप् तु प्रत्यय विभक्तिप्रत्ययः, तर्हि न विभक्तौ तु स्मः इति भवितुम् अर्हति वा? अम् अपि तस्य स्थाने एव भवति अतः अमपि विभक्तिप्रत्ययः. तत्र यदि तथा चिन्तयति न विभक्तौ तु स्मः इति सूत्रेण मकारस्य न लोपः भवति खलु. मकारः अस्ति, तुस्माः इत्यत्र तवर्गः सकारः मकारः अस्ति एव. अतः अलन्त्यं यदि आगच्छति तथापि मकारस्य लोपः न भवति, न विभक्तौ तु स्माः इति बाधकसूत्रमस्ति. आदेशः अक् इति चेत् ककारः लोपः भवति, आ इति अवशिष्यते. सो हलन्त्यं प्रसक्तिः अम् इति स्थाने अक् इति चेत् कल्पना करोमि. अक् इति चेत् अक् आगच्छति, ककारः लोपः भवति, हलन्त्यं तस्य लोपः इति. प्रायः तस्मिन् विषये अहं परिशील्य एव वदामि. भगिनी अत्र हलन्त्यं तु भगिनी अत्र हलन्त्यं तु उपदेशे एव कार्यं करोति खलु, उपदेशे नास्ति, निप् अस्ति उपदेशे, उपदेशः खलु, सूत्रमपि उपदेशः एव खलु, अम् तु उपदेशे नास्ति खलु, अत्र आदेशः अस्ति, हलन्त्यं कार्यं न कर्तुं शक्नोति अत्र तु, परन्तु तत्र उपदेशः इति तत्र धातु प्रत्यादेशः सर्वम् उपदेशः एव, आदेशः अपि उपदेशः, आदेशः आगमः सर्वम् उपदेशः, अनन्तरं यद् यदि आदेशः आगच्छति तत्तु स्थानिवद् भवति, यत् पूर्वम् अस्ति तस्यैव, यदि मिप् विभक्तिः अस्ति तर्हि अम् अपि विभक्तिः भवति, परन्तु अहं तस्मिन् विषये पुनः परिशील्य एव वदामि, यदि अक् यदि भवति तर्हि ककारस्य लोपः भवितुम् अर्हति वा, अथवा कदाचित् एवं भवति पाणिनिः यदि सूत्रे पूर्णतया तस्थस्थमिपां तान्तं तामः इति सः एव किं भवति इति उक्तवान् तदा तस्य साक्षात् स्वीकरणं भवति इत्यपि भवेत्, अहं परिशील्य एव वदामि, इदानीं तु तस्य प्रश्नः नास्ति, अम् एव तिष्ठति, परन्तु महोदय एकवारम् आदेशः आयाति चेत् यथा पठताम् अस्ति तत्र मकारस्य लोपः न भवति तर्हि आदेशानन्तरमपि हलन्त्यं कार्यं कर्तुं शक्नोति वा, तदेव अहं परिशील्य एव वदामि, भगिनी परन्तु यदा भवती उक्तवती तत्र पठताम् इति अस्ति चेत् मकारस्य लोपः भवितुं न अर्हति एव खलु, किमर्थं तत्र न विभक्तौ तु स्मः इति अस्ति इति कारणात्, मकारः यदि अस्ति प्रश्नः एव न उदेति, न विभक्तौ तु स्मः विहाय तर्हि किं भविष्यति इति विषये इतोपि स्पष्टता नास्ति, अतः परिशील्य वदामि, अस्तु इदानीं वस् किं भवति, वस् मस् नित्यं नितः इति सूत्रेण सकारस्य लोपः भवति, का उक्तवती, अखिला, अखिला भगिनी वा, नित्यं नितः सूत्रं पूर्वं पठितवन्तः वा, आम् तत्र लोट्लकारविषये अपि पठितवन्तः, पठितवन्तः लोट्लकारे अपि वस्मस् किं भवति, तत्रापि सकारलोपः भवति, अनन्तरम् आडादेशः आगत्य आव आम इति सिद्धप्रत्ययरूपं भवति, भवति अत्र अपि सकारस्य लोपः भवति नित्यं नितः सूत्रेण, सूत्रस्य अर्थं किम् इति परिशीलयतु, अनन्तरम् अनुवृत्तिसहितसूत्रमपि पठतु, नित्यं नितः, नितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकार लोपो भवति, अनुवृत्तिसहितसूत्रं नितः लस्य सह उत्तमस्य नित्यं लोपः, अत्र नितः अस्ति वा, आम् तत्र लङ्लकारः इति कारणात् नितः अस्ति, लस्य अधिकारः एव, सः इत्युक्ते सकारः, सकारस्य उत्तमस्य इत्युक्ते उत्तमपुरुषस्य, उत्तमपुरुषस्य अत्र वस्मस् उत्तमपुरुषप्रत्ययः, किमर्थं नित्यम् इत्यपि अस्ति, तत्र पूर्वसूत्रम् अस्ति विकल्पेन इति अर्थ वा इति अस्ति पूर्वसूत्रे, तत्र सूत्रं सम्यक् न स्मरामि परन्तु वा इति तत्र सूत्रे अस्ति इति कारणात् वैकल्प्यं जायते, तस्य वैकल्प्यस्य खण्डनं करणीयम् इति तत्र नित्यम् इति अस्ति. अत्र नित्यम् इतः सूत्रसङ्ख्या 99 खलु. ततः पूर्वं षण्णवतितमसूत्रमस्ति खलु, वैतोऽन्यत्र इति. तत्र वै इत्यस्य वा इति वा अनन्तरं सन्धिकार्यं भवति, अतः वा एव वै वा एत इति भवति. अतः वा इति अस्ति. वा किं सूचयति? विकल्पं सूचयति. वा इति तस्य नव षण्णवतितमसूत्रं, सप्तनवतितमसूत्रम्, अष्टनवतितमसूत्रं, तत्र तस्य वा इति पदस्य अनुवृत्तिः तत् तावत्पर्यन्तं भवति. यदि पाणिनिः नित्यम् इति न वदति तर्हि नवनवतितमसूत्रं नित्यम् इतः इति अस्ति खलु, तस्यापि गच्छति वा इति विकल्पः. परन्तु अत्र सकारस्य लोपः विकल्पेन भवति वा नित्यं भवति वा? अतः वा इति पदस्य अनुवृत्तिः मा भवतु इति नित्यम् इति स्थापितवान्. नो चेत् वा इति पदस्य अनुवृत्तिः आगच्छति अत्र स्वाभाविकतया आगच्छति. तस्य निवारणार्थम् अत्र नित्यम् इति अस्ति. नो चेत् यत्किमपि नियमं भवति तत् नित्यमेव सामान्यतया भवति. वा अन्यतरस्यां विभाषा इत्येवम् उक्त्वा एव विकल्पः आगच्छति. अतः अत्र किमर्थं नित्यम् इति स्थापितवान् वा इति अनुवृत्तिः अत्र मा आगच्छतु इति चिन्तयित्वा तस्य कारणेन नित्यम् इति अस्ति. स्पष्टम्? अस्तु. तर्हि नित्यम् इतः इति सूत्रमस्ति, तत्र वस् इति अस्ति, तत्र सस्य नितः लस्य सः इति अस्ति. सः इत्युक्ते अखिला भगिनि? सः इत्युक्ते तत्र सकारस्य, उत्तमस्य इत्युक्ते उत्तमपुरुषस्य इत्युक्ते केवलं सकारस्य वा अथवा सकारान्तस्य अपि भवति वा? तत्र येन विधि स्तदन्तस्य इति सूत्रेण तत्र सकारान्तप्रत्ययः इति तत् विधीयते. तदनन्तरम् अलोन्त्यस्य इति सूत्रमागत्य तत्र लोपः केवलं अन्ते यत् सकारः अस्ति तस्य लोपः भवति, न तु सर्वस्य प्रत्ययस्य इति वदति. तर्हि वस् मस् इति प्रत्ययौ केवलं सकारस्य लोपः भवति. अनन्तरं वा इति तिष्ठति. विजया भगिनी, भवती अवगच्छति वा अलोन्त्यस्य इति सूत्रम् अत्र कथं कार्यं करोति इति, ङितः नित्यं ङितः इति सूत्रे? नित्यं ङितः इति सूत्रेण सकारस्य सकारान्त उत्तमपुरुषस्य प्रत्ययस्य लोपः भवति. परन्तु तत्र विधिसूत्र येन विधिस्तदन्तस्य इत्यनेन सकारान्तः एव इति अर्थः. पश्चात् सकारान्तः एव इति न, सकारस्य अपि भवति सकारान्तस्य अपि भवति. अलोन्तस्य इति सूत्रेण प्रत्ययस्य अन्तिमवर्णस्य सकारस्य एव लोपः इति भवति, न तु अन्तिमवर्णस्य एव लोपः, न तु सम्पूर्ण पदस्य पूर्णप्रत्ययस्य पूर्णप्रत्ययस्य वा पदस्य वा लोपः भवति. स्पष्टं वा? स्पष्टं. परन्तु अत्र तु महोदय केवलं नितः लस्य सः एव अस्ति किल, सः इत्युक्ते सकारस्य अत्र बस् प्रत्यये केवलं स व्यञ्जनमेव अस्ति किल, तत्र अलोङ्क्यस्य वा विधिस्येन तदन्तस्य तत् द्रष्टव्यं वा? न, प्रश्नः न मया अवगम्यते. अहं पुनः पृच्छामि, वस् प्रत्यये केवलं स व्यञ्जनमेव अस्ति, पुनः नित्यं नितः सूत्रेण सः उत्तमस्य नित्यं लोपः, तर्हि सः इत्युक्ते तत्र केवलं सकारस्य इत्युक्ते सकारस्य एव, न तु वस् इति अर्थं न आयाति वा? न, प्रथमं येन विधिस्तदन्तस्य इति सूत्रेण सकारस्य एव न सकारान्तस्य अपि भवति इति. इत्युक्ते बस् पूर्णतया वा? बस् केवलं सकारः वा अथवा सकारान्तः वा? सकारान्तः. सकारान्तः. यदि सकारस्य इति एव सः इत्युक्ते सकारस्य इति अर्थः. सकारस्य एवं यदि सूत्रं वदति तर्हि केवलं सकारस्य एव, अत्र सकारः नास्ति, सकारान्तः एव अस्ति इति वयं कार्यं कर्तुं न शक्नोति इति चिन्तयामः सामान्यतया, खलु? अतः केवलं सकारस्य इति अर्थं न वा? सकारस्य अपि भवति, सकारान्तस्य अपि भवति इति येन विधिस्तदन्तस्य इति सूत्रं वदति. तावत्पर्यन्तं स्पष्टं वा? इदानीं अस्माकं हस्ते सकारान्तः एव अस्ति. सकारान्तस्य लोपः भवति इत्युक्ते पूर्णप्रत्ययस्य लोपः भवति वा अथवा अन्तिमवर्णस्य लोपः भवति वा इति पुनः प्रश्नः भवति. सकारान्तस्य इति अपि स्वीकर्तुं शक्नुमः इति येन विधिस्तदन्तस्य इति सूत्रं वदति. तर्हि सकारस्य अपि सकारान्तस्य इति वदामः चेत् सकारान्त्यस्य पूर्णतया प्रत्ययस्य लोपः भवति वा केवलं तत्र अन्तिमवर्णस्य भवति वा इति पुनः प्रश्नः. अलोन्त्यस्य इति सूत्रेण अलोन्त्यस्य इति सूत्रस्य प्रथमं कार्यम्. इदानीम् अलोन्त्यस्य इति सूत्रं किं वदति? केवलम् अन्तिमवर्णस्य इति. परन्तु लोपः अत्र पुनः किं परिशीलनीयम्? आदेशः अनेकाल् वा एकाल् वा इति. अत्र आदेशः कः? अत्र लोपः. लोपः एकालपि नास्ति, अनेकालपि नास्ति. अतः ये अनेकाल्चित् सर्वस्य इति सूत्रस्य अनन्तरं निच्च इति सूत्रस्य सर्वस्य किमपि कार्यम् अत्र न भवति. अतः अलोन्तिस्य इति सूत्रं स्वीकृत्य अन्तिमसकारस्य एव स्थाने भवति इति वयं निर्णयं स्वीकुर्मः. अस्तु, स्पष्टम्? अस्तु, अतः वस् मस् अपि अभवत्. अस्तु, तर्हि लङ्गि सिद्धप्रत्ययाः के इति विद्याशङ्करमहोदय वदतु. लङ् ताम् अन् स तं त अं व म इति सिद्धप्रत्ययाः. अस्तु, अत्र अहं भिन्नभिन्नसूत्राणि पृच्छामि, तस्य सूत्रस्य कार्यं कस्मिन् प्रत्ययविषये आगतम् इति वदन्तु. प्रथमं हेमा भगिनी वदतु, संयोगान्तस्य सूत्रस्य संयोगान्तस्य लोपः इति सूत्रस्य कार्यम् अत्र कस्य प्रत्ययस्य विषये अभवत्? जी प्रत्ययविषये जका झोन्तः इति सूत्रेण अन्त आदेशः आयाति. अन्त संयोगः अस्ति, तत्र हल् वर्णाः द्वे सन्ति, अतः तत्र संयोगान्तस्य लोपः कार्यं करोति. अनन्तरं तकारस्य लोपः भवति. उत्तमम्. इतस्य सूत्रं कुत्र कार्यं करोति? सुब्रह्मण्यमहोदय वदतु. अत्र प्रथमं तु तिप् अत्र प्रथमं पकारस्य लोपः भवति इति ति तायोगः इ अस्ति, अत्र इकारस्य लोपः भवति, तकारः एव अवशिष्यते. तदनन्तरं सिप् अपि तथैव अस्ति, प्रथमं पकारस्य लोपः, सि तु सा योगः इ, अत्रापि इतश्च कार्यं करोति, स एव अवशिष्यते. मिप् अत्र कार्यं न करोति, झि झोन् न करोति स्थाने अत्र कार्यं अत्र तु प्रसक्तिः अस्ति, परन्तु तस्तस्तान् तान् तन् ताम अस्य प्रसक्तिः अस्य प्रसक्तिः भवति, तस्य बलम् अधिकमस्ति, तत्कारणात् मिप् इत्यस्य इतश्च प्रसक्तिः न भवति. अत्र झि अस्ति खलु, झि अत्र झि झोन्तः इत्यस्य सूत्र अनेन सूत्रेण अन्ति आगच्छति, अत्र अन्त् योगः इ अस्ति, अत्र इकारस्य इत्संज्ञा भवति इतश्च सूत्रेण, अन्त् अवशिष्य अन्त् भवति, परन्तु संयोगान्तस्य लोपः इत्यनेन अत्र अन् अवशिष्यते. अत्र सूत्रस्य कार्यं भवति खलु, तिप् झि सिप् तिप् झि सिप्. नित्यं नितः सूत्रं कुत्र कार्यं करोति? अहं वदामि, क्षम्यतां, मीना भगिनी वदतु. नित्यं नितः उत्तमपुरुषे द्विवचने बहुवचने एव कार्यं करोति. वस् प्रत्ययः अस्ति, नित्यं ङितः अनुवृत्तिसहितसूत्रं ङितः लस्य सः उत्तमस्य नित्यं लोपः, सकारस्य लोपः भवति. वस् इति प्रत्ययस्य सकारः लोपः भवति, वा एव अवशिष्यते. इत्येवं मस् इति प्रत्ययस्य सकारस्य लोपः मा एव अवशिष्यते. उत्तमम्. अस्तु, हलूनन्तराः संयोगः इति सूत्रं श्रुतवन्तः, कस्य विषये स्पष्टीकरणार्थम् एतस्य सूत्रस्य विषये पठामः वयम्? विजया भगिनी वदति वा? अत्र अन् इति आगच्छति खलु, तत्र अन्ति इति भवति, तत्र तकारस्य लोपः भवति. केन सूत्रेण? तत्र संयोगान्तस्य लोपः इति सूत्रः अस्ति, सूत्रेण तत्र तकारस्य लोपः भवति. तत्र किमर्थं हलोनन्तराः संयोगः इति सूत्रं वयं पठामः? नूतनपदमस्ति, नूतन पारिभाषिकशब्दमस्ति संयोगः इति, संयोगान्तस्य लोपः इति सूत्रे. संयोगः नाम कः इति वयं जानीमः वा पूर्वं? न जानीमः. अतः संयोगः नाम कः इति प्रश्नस्य उत्तरं प्राप्तुं तस्य संज्ञासूत्रं परिशीलयामः. संयोगः इति विषये संज्ञासूत्रमस्ति, हलोनन्तराः संयोगः इति. हलो संयोगः नाम कः इति वदति. संज्ञासूत्रं किं वदति? किमपि भवतु, संयोगः इत्युक्ते संयोगः नाम कः, पदम् इत्युक्ते पदं नाम किं, सुप्तिङन्तं पदं संज्ञासूत्रमस्ति. तथा एव हलोनन्तराः संयोगः अपि संज्ञासूत्रमस्ति. तत्र एव दृष्ट्वा वयं संयोगः नाम कः इति प्रथमं ज्ञातुं शक्नुमः. यदि संयोगः नाम कः इति एव न जानीमः, संयोगान्तस्य लोप इति सूत्रस्य कार्यं भवति वा न वा इति कथं ज्ञातुं शक्नुमः? हलो, अतः एव हलोनन्तराः संयोगः इति सूत्रस्य विषये पठामः. स्पष्टं? स्पष्टम्. अस्तु. तस्थस्थमिपां तान्तं तामः सूत्रं, सूत्रस्य कार्यं कुत्र भवति इति हेमा भगिनी वदति वा? आं भगिनि, चतुर्षु स्थानेषु भवति. तत् स्थाने, तः स्थाने, थ स्थाने, मित् स्थाने. तत् स्थाने ताम् आदेशः आयाति, तः स्थाने तम् आदेशः आयाति, थ स्थाने त आदेशः आयाति, पुनः मित् स्थाने अम् आदेशः आयाति. भवती इदानीं लङ् लकारमपि परिशीलयतु. लोट् लकारे तस्थस्थमिपां सूत्रस्य कार्यम् अत्र चतुर्षु स्थानेषु भवति भवती उक्तवती, तत्रापि भवति वा? तत्रापि प्रसक्तिः अस्ति. लोटो लङ्वत् सूत्रेण लोट् अपि लङ्वत् कार्यं करोति, अतः तत्रापि प्रसक्तिः अस्ति. परन्तु कार्यं सर्वं कुत्र आगच्छति, कुत्र न आगच्छति? एकनिमिषं भगिनि. लङ् तु निश्चयेन आगच्छति, लङ् तु चतुर्षु स्थानेषु आगच्छति, सत्यं, बहु उत्तमं. परन्तु लोट् लकारे अपि चतुर्षु स्थानेषु अपि आगच्छति वा न वा इति प्रश्नः. लोट् लकारस्य सिद्धप्रत्ययाः सन्ति वा पुरतः? तदेव अहं किञ्चित् चिन्तयामि. तात् ताम् अन्तु, शून्यं तात् तं, त आनि, आव, आम. आनि अस्ति, अम् नास्ति. तत्र मेर्निः सूत्रेण तत्र आनि भवति. तत्र स्थानत्रये एव कार्यं भवति, अत्र चतुर्षु स्थानेषु भवति. एवं स्मरन्तु. तत्र आङ्ग्लभाषायां एल् लेटर् एल् इति अस्ति खलु, लोट् लकारस्य लेटर् एल् एव भवति. लङ् लकारस्य तस्य एकं पुच्छमपि भवति. अवगतम्? यतोहि वयं यदा परिशीलयामः स्मरणे अस्ति, परन्तु किञ्चित् कालानन्तरं यदि भवती रूपं यदि वदति, पठानि, पठाव, पठाम इति, पठानि इत्यस्य किमर्थं तस्थस्थनमिपां न भवति इति स्मरणे भवतु इति उक्तवती. तस्य यदि विषयद्वयं परिशील्य स्मरणे स्थापयामः तदा इतोपि सम्यक् रीत्या मस्तके तिष्ठति. लोट् लकारे इति आज्ञा अस्ति, यल् अपि भवति. अस्तु, एल् इति भवति, अत्र लङ् लकारे पुच्छमपि भवति. अस्तु, इदानीं सर्वं स्पष्टं स्यात् अत्र लङ् लकारविषये. अस्तु, तर्हि विधिलिङ्ग् लकारविषये परिशीलयामः वा? किञ्चित् कः समयः? पुच्छं तु कति वदति? पुच्छम् इत्युक्ते टेल् भवति, तत्र एल् इति अस्ति खलु, तस्य एकं टेल् अपि भवति खलु, अत्र अम् इति मित् स्थानं एल् इति वर्णस्य एकं पुच्छमिव भवति, टेल् इव भवति. अवगच्छति? अस्तु. विधिलिङ्लकारे तत्र नियमाः इति अस्ति खलु, तस्य परिशीलनं कुर्मः. ककः समयः इदानीं? तर्हि नियमाः इति अस्ति खलु, तस्य विषये परिशीलयामः. तत्र पठति वा कोऽपि विद्याशङ्करमहोदय नियमाः इति पठति वा विधिलिङ्लकारस्य? नियमाः, प्रथमबिन्दुः लङ् लकारस्य कृते ये त्रयः नियमाः उक्ताः ते नियमाः सर्वेषु ङित्सु लकारेषु उपयुक्ताः. विधिलिङ् ङित् लकारः अस्ति, अतः अत्र अपि येषां त्रयाणां प्रसक्तिः. इतश्च इति ई लोपः, तस्तस्तमिपां तान्तन्तामः इति तां तं त अम् एते आदेशाः. नित्यं ङितः इति वसि मसि च सकारलोपः भवति. अस्तु, एतावत्पर्यन्तं समानकार्यं लङ् लकारस्य यत् कार्यं भवति तदेव विधिलिङ्लकारस्य भवति, सारांशः खलु. तत्र सूत्रत्रयं पठितवन्तः, इतश्च तत्सस्तमिपां नित्यं ङितः, तस्य समानकार्यमेव विधिलिङ्लकारे अपि भवति. अनन्तरं द्वितीयबिन्दुः मीना भगिनी पठति वा? जी स्थाने जुस् आदेशः, यकारस्य इत्संज्ञा लोपश्च, उस् अवशिष्यते. अस्तु, जी इति उत्तमपुरुषवचन इति प्रथमपुरुषस्य बहुवचनप्रत्ययः, तस्य स्थाने किं भवति? जुस् आदेशः, जकारस्य इत्संज्ञा, चुटु इति सूत्रेण जकारः इत्संज्ञा भवति, तस्य लोपः. चुटु इति सूत्रं किं वदति? चुटु इत्संज्ञा जकारः. न, सूत्रं किं वदति? तत्र पदद्वयम् अस्ति खलु, चु अस्ति टु अस्ति, टकारवर्गः टकारवर्गः. चु इत्युक्ते चवर्गः, टु इत्युक्ते टवर्गः. टवर्गः, चवर्गः टवर्गः यत्र कुत्रापि भवति तस्य इत्संज्ञा भवति वा अत्र तथा, अथवा तत्र नियमः अधिकम् अस्ति वा? आदिः प्रथमः आयाति, पदस्य प्रथमम् आयाति इत्संज्ञा भवति. उत्तमम्. आदौ यदि प्रत्ययस्य आदौ भवति, प्रत्ययस्य अपि भवतु आदौ अपि भवतु, तदा एव चुटु. इदानीं वयं झि इति यत् परिशीलयामः, सः प्रत्ययः अस्ति, तस्य झुस् इति भवति खलु, झुस् इत्यत्र आदेशः अस्ति. झुस् इत्यत्र जकारः कीदृशवर्णः? चवर्गीयवर्णः. तत् आदौ अस्ति वा अन्ते अस्ति वा मध्ये अस्ति वा? आदौ अस्ति. आदौ अस्ति, अतः चुटु इति सूत्रस्य प्रसक्तिः भवति. अतः जकारस्य इत्संज्ञा भवति चुटु इति सूत्रेण. स्पष्टम्? इत्संज्ञा भवति चेत् तस्य लोपः अपि भवति, अतः जुस् इत्यत्र कः भागः अवशिष्यते? उस् अवशिष्यते. उस् अवशिष्यते. इदानीं जि इति स्थाने उस् इति. अनन्तरं अस्मिन् लकारे प्रमुखं कार्यम् इदं यत् यासुट् आगमः भवति प्रत्ययात् प्राक्. लोपे सति यास् इति शिष्यते. प्रत्ययस्य पूर्वं यासुट् आगमः आयाति. टकारः इत् अन्तिमटकारः हलन्त्यम् इत्यस्य लोपः यास् इति अवशिष्यते. यासुट् इति अस्ति तत्र उपदेशयति. यासु अस्ति उ अजनुनासिक अस्ति उपदेशे अजनुनासिक इत् उपदेशे अजनुनासिक इत् यास् इति अवशिष्यते अवशिष्यते. यास् इति प्रथमम् आगच्छति खलु. तत्र यदि धातुः चिनु इति भवति चिनु मध्ये यास् अनन्तरं तकारः चिनुयात् इति भवति. परन्तु यदि अङ्गम् अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति पदद्वयम् अस्ति तस्य विषये जानाति वा. आम् अङ्गस्य अन्तिमवर्णः अकारः अस्ति चेत् अदन्तम् अन्तिमवर्णः वर्णः ह्रस्व अकारः ह्रस्व अकारः वादिगणे दिवादिगणे तुदादिगणे चुरादिगणे अन्तिमवर्णः ह्रस्वाकारः अस्ति. एकैक गणस्य एकम् अङ्गम् भुआदिगणे कथम् एकं भूधातो अङ्गं कथं भवति भव अन्तिमवर्णः अकारः. भूधातुः भ्वादिगणे अस्ति. द्वितीय गणः कः भवति यदुक्तवती दिवादिगणे. दिवादिगणे एकम् उदाहरणं वदति वा. नृत् धातुः अस्ति नृत्य धातुः अस्ति नृत्य इति अङ्गम् एकक्षणं भगिनि भगिनि ओ क्षम्यतां किमपि अभवत् मम दूरवाणी. नृत्धातुः किं भवति नृत्य भवति अङ्गं नृत्य भवति तत्रापि अन्तिमवर्णः अकारः. एकक्षणं भगिनि. आम् भगिनि वदतु. अन्तिमवर्णः अकारः अतः नृत्य अदन्तं वा अनदन्तं वा अदन्तम् अदन्तम् भूवादिगणः अस्माभिः परिशीलितः दिवादिगणः अनन्तरं किम् उक्तवती तुदादिगणः. तुदादिगणस्य उदाहरणं रुज् रुज् धातुः रुज इति अङ्गम् अदन्तम् अस्ति अदन्तम् अस्ति. चतुर्थं चुरादिगणः दीप् धातु दीप्य इति अङ्गम् अदन्तः अदन्तमङ्गम् अस्तु. अतः प्रथम चतुर्थ षष्ठ दशमगणेषु आदन्तम् अङ्गं भवति. द्वितीय तृतीय पञ्चम सप्तम अष्टम नवमगणेषु अनदन्तम् अङ्गं भवति. अतः प्रत्ययस्य सिद्धप्रत्ययानां रूपाणि भिद्यते, भेदः भवति. यत्र प्रथमचतुर्थ षष्ठदशमगणस्य विषये विधिलिङ्लकारस्य सिद्धप्रत्ययाः भिन्नाः भवन्ति. अन्य अनदन्त अङ्गस्य विषये भिन्नः भवति. इदानीं चिनु चिनु इति वयं परिशीलितवन्तः. चिनु चिनु इति अङ्गम् अदन्तं वा अनदन्तं वा? अनदन्तम्. अनदन्तम्. अतः चिनुयात् इति भवति. पठदातु पठ इति अङ्गम् अदन्तं खलु? अतः पठेत् इति भवति. पठ एत् पठेत् इति भवति. चिनुयात् इति भवति. या सुट् इति ततः या इति आगच्छति चिनु इत्यादि विषये. कुर्यात् इति प्रायः श्रुतवन्तः. कुर्यात् चिनुयात् प्राप्नुयात्. तत्र सर्वत्र अनदन्तम् अङ्गम् अतः या इत्येव अस्ति. पठ लिख वद तत्र पठेत् लिखेत् वदेत् एवम् एत् एत् इति आगच्छति. तत्र भेदः भवति. महोदयः एतावत्पर्यन्तमेव पाठितवान् इति चिन्तयामि. विधिलिङ्गकारस्य विषये पूर्णतया अग्रिमसप्ताहे परिशीलयामः. इतोपि अस्ति अद्यतन पाठस्य विषये प्रश्नाः सन्ति किम्? विधिलिङ्ग कुत्र अस्ति महोदय? विधिलिङ्ग विषये अग्रिमसप्ताहे पूर्णतया पुनः परिशीलयामः. अत्र नास्ति करपत्रे अस्ति. तृतीयपुटे अधोभागे परस्मैपदे विधिलिङ्गकारस्य तिङ् प्रत्यये सिद्धिः इति अस्ति तृतीयपुटे. करपत्रमस्ति वा? करपत्रमस्ति. तृतीयपुट भवती प्रिण्ट् न कृत् पी डि एफ़् न स्वीकृतवती खलु? पी डि एफ़् यदि परिशीलयति तृतीयपुटे अस्ति. परिशीलयतु तत्र. यदि पी डि एफ़् यदि साक्षात् जालपुटे पश्यति सुदीर्घं भवति. एकः पाठः सुदीर्घः भवति. परन्तु अत्र यदि करपत्रं स्वीकरोति पृष्ठसङ्ख्या भवति. अतः तृतीयपुटे अधोभागे परस्मैपदि विधिलिङ्ग् लकारस्य सिद्धप्रत्यय सिद्धिः इति अस्ति. तिङ्प्रत्ययसिद्धिः इति अस्ति. परिशीलयतु. विधिलिङ्ग् विषये यदि स्पष्टं न स्यात् चिन्ता नास्ति. महोदयः अपि तस्य विषये प्रारम्भमेव कृतवान् ह्यः. अग्रिमसप्ताहे विस्तरेण पुनः परिशीलयामः. अस्तु. इतोपि प्रश्नाः न सन्ति चेत् विरमामः वा? विरमामः. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः.